पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 9 भीष्म उवाच भगवन् श्रोतुमिच्छामि पितॄणां वंशमुत्तमं रवेश्च श्राद्धदेवस्य सोमस्य च विशेषतः पुलस्त्य उवाच हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमं स्वर्गे पितृगणाः सप्तत्रयस्तेषाममूर्तयः मूर्तिमं तोथ चत्वारः सर्वेषाममितौ जसाम् अमूर्तयः पितृगणा वैराजस्य प्रजापतेः यजन्ति यान् देवगणा वैराजा इति विश्रुताः ये वैते योगविभ्रष्टाः प्रापुर्लोकान् सनातनान् पुनर्ब्रह्मदिनान्ते तु जायन्ते ब्रह्मवादिनः सम्प्राप्यतां स्मृतिं भूयो योगं साङ्ख्यमनुत्तमम् सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभां योगिनामेव देयानि तस्माच्छाद्धानि दातृभिः यतेषा मानसी कन्या पत्नी हिमवदो मदा मैनाकस्तस्य दायाधक्रौचस्तस्य सुदो भवत् क्रौञ्चद्वीपस्मृतो येन चतुर्धो धृतसंयुतः मेनादु सुषवे तिस्रकन्या योगवतीस्ततः उमैकपर्णापर्णा च तीव्रव्रतपरायणाः रुद्रस्यैका भृगोश्चैका जैगीषव्यस्य चापरा दत्ता हिमवदा बाला सर्वलोकतपोधिकाः पितॄणां लोकसङ्गीतं कथयामि शृणुष्व तत् लोका सोमपथा नाम यत्र मारीचनन्दनाः वर्तं ते येन पितरो यान्ते वा भावयन्त्यलम् अग्निष्वाता यदि ख्याता यज्वानो यत्र संस्थिताः अच्छोदा नाम तेषां तु कन्या भूद्वरवर्णिनी अच्छोदं च सरस्तत्र पितृभिर्निर्मितं पुरा अच्छोदाध तपश्चक्रे दिव्यं वर्षसहस्रकम् आजग्मुपितरस्तुष्टा दास्यन्तः किल ते वरं दिव्यरूपधरा सर्वे दिव्यमाल्यानुलेपनाः सर्वे प्रधाना बलिनकुसुमायुधसन्निभाः तन्मध्ये मा वसुं नाम पितरं वीक्ष्य साङ्गना वव्रे वरार्धिनी सङ्गं कुसुमायुधपीडिता योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी धरान्न स्पृश्यते पूर्वं प्रयाताध भुवस्थले तथैवा माव सुल्योयमिच्छां चक्रे नतां प्रति धैर्येण तस्य सा लोके अमावास्येति विश्रुता पितॄणां वल्लभा यस्माद्दत्तस्याक्षयकारिका अच्छोदाधो मुखी दीना लज्जिता तपसः क्षयात् सा पितॄन् प्रार्थयामास पुनरात्मसमृद्धये विलज्जमाना पितृभिरिदमुक्ता तपस्विनी भविष्यमथ चालोक्य देवकार्यं च ते तदा इदमोचुर्महाभागा प्रसादशुभया गिरा दिवि दिव्यशरीरेण यत्किञ्चित् क्रियते बुधैः तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी सद्य फलं ति कर्माणि देवत्वे प्रेत्यमानुषे तस्मात् त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यद्फलम् अष्टाविंशे भवित्रीत्वं द्वापरे मत्स्ययोनिजा व्यतिक्रमात् पितॄणां तु कष्टं कुलमवाप्स्यसि तस्माद्राज्ञो वसो कन्या त्वमवश्यं भविष्यसि कन्यात्वे देवलोकांस्तान् पुनः प्राप्स्यसि दुर्लभान् पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि द्वीपे दुबदरीप्राये बादरायणमप्युद स वेदमेकं बहुधा विभजिष्यति ते सुधः पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शन्तनोः विचित्रवीर्यस्तनयस्तथा चित्राङ्गदो नृपः इमा उत्पाद्यतनयौ क्षेत्रजौ तस्य धीमदः प्रौष्टपद्यष्टका भूयः पितृलोके भविष्यसि नाम्ना सत्यवती लोके पितृलोके तथाष्टका आयुरारोग्यता नित्यं सर्वकाम फलप्रदा भविष्यसि परे लोके नदी त्वं च गमिष्यसि पुण्यतो या सरिश्रेष्ठा लोकेष्वच्छोदनामिका इत्युक्त्वा सा गणैस्तैस्तु तत्रैवान्तरधीयत साप्यापचारित्रफलं मया यदुदिदं पुरा विभ्राजो नाम ये चान्ये दिवि सन्ति सुवर्चसः लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः यत्र बर्हिषि युक्तानि विमानानि सहस्रशः सङ्कल्पपादपा यत्र तिष्ठन्ति फलदायिनः यदभ्युदयशालासु मोदन्ते श्राद्धदायिनः ये दानवासुरगणा गन्धर्वाप्सरसां गणाः यक्षरक्षो गणास्ते च यचन्ति दिवि देवताः पुलस्त्यपुत्रा शतशस्तपो योगबलान्विताः महात्मनो महाभागभक्तानामभयङ्कराः यदेषां पीवरी कन्या मानसी दिवि विश्रुता योगिनी योगमाता च तपश्चक्रे सुदारुणं प्रसन्नो भगवांस्तस्य वरं वव्रे तु सा ततः योगवन्दं सुरूपं च भर्तारं विजितेन्द्रियं देहि देवप्रसन्नस्त्वं यदि ते वददां वर उवाच देवो भविता व्यासपुत्रो यदा शुकः भवित्री तस्य भार्यात्वं योगाचार्यस्य सुव्रता भविष्यति च ते कन्या कृत्तीनामधयोगिनी पां चालपतये देया सात्वतायदु सा तदा जननी ब्रह्मदत्तस्य योगसिद्धान्तगा स्मृता कृष्णगौरश्च शम्भुश्च भविष्यन्ति च ते सुताः सर्वकामसमृद्धेषु विमानेष्वपि पावनाः किं पुनःश्राद्धदा विप्राभक्तिमन्धक्रियान्विताः गौर्नामकन्या येषां तु मानसी दिविराजदे सुकन्या दयितापत्नी साध्यानां कीर्तिवर्धिनी मरीजिगर्भनामानो लोके मार्तण्डमण्डले पितरो यत्र तिष्ठन्ति हविष्मन्दोऽङ्गिरःसुताः तीर्थश्राद्धप्रदायान्ति यत्र क्षत्रियसत्तमाः राज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः यदेषा मानसी कन्या यशोदा नाम विश्रुता पत्नीयांशु मदश्रेष्ठा स्नुषा पञ्चजनस्य च जनन्यथ दिलीपस्य भगीरथ पितामही लोकाः कामदुःखा नाम कामभोगफलप्रदाः सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताः आज्यपनामलोकेषु कर्दमस्य प्रजापतेः पुलकाग्रजदायादा वैश्यास्तान् भावयन्तिह यत्र श्राद्धकृतः सर्वे पश्यन्ति युगपद्गदाः मातृभ्रातृपितृश्वश्रूः सखि सम्बन्धिबान्धवान् अपि जन्मायुतैर्दृष्टाननुभूतान् सहस्रशः एतेषां मनसि कन्या विरजा नाम विश्रुता सा पत्नी नहुषस्यासीद्ययातेर्जननी तथा येषाष्टका भवत्पश्चाद्ब्रह्मलोकगदा सती त्रययेदे गणाः प्रोक्ताश्चतुर्धं तु वदाम्यहम् लोकाः सुमनसो नाम ब्रह्मलोको परिस्थिताः सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वतम् धर्ममूर्तिधरा सर्वे परदो ब्रह्मणस्मृताः उत्पन्ना प्रलयान्ते तु ब्रह्मत्वं प्राप्य योगिनः कृत्वा सृष्ट्यादिकं सर्वे मानसे साम्प्रतं स्थिताः नर्मदा नाम तेषां तु कन्यातोयवः सरिद भूतानि पुनदीयादु पश्चिमो दधिगामिनी तेभ्य सर्वत्र मनुजा प्रजासर्गे च निर्मितं ज्ञात्वा श्राद्धानि कुर्वन्ति धर्मभावेन सर्वदा सर्वदा तेभ्य एवास्य प्रसादाद्योगसंततिः पितॄणामादिसर्गे दुःश्राद्धमेवं विनिर्मितं सर्वेषां राजदं पात्रमथवा राजदान्वितं दत्तं स्वधां पुरोधाय पितॄन् प्रीणादि सर्वदा आग्नेध्र सोमपाभ्यां तु कार्यमाप्यायनं बुधैः अग्न्यभावेदु विप्रस्य पाणौवाद जलेऽपि वा अजा कर्णेष्वकर्णे वा गोष्ठे वाध शिवान्तिके पितॄणामलं स्थानं दक्षिणादिप्रशस्यते प्राचीनाविदमुदकं तिलसंत्यागमेव च खड्गिनामामिषं चैव मन्नं श्यामाकशालयः यवनिवारमुद्गेक्षु शुक्लपुष्पफलानि च वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा दर्भा माषष्टिकान्नं गोक्षीरं मधुसर्पिषि शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि च मसूरशणनिष्पाव राजमाशाकुलुत्थकाः पद्मबिल्वार्कादुत्तूरपारिभद्राडरूषकाः न देया पितृकार्येषु पयश्चाजाविकं तथा कोद्रवोदारवरटकपिद्धम् मधुकातसी एतान्यपि न देयानि पितृभ्य श्रियमिच्छता पितॄन् प्रीणादि यो भक्त्या ते पुनः प्रीणयन्ति तं यच्छन्ति पितरपुष्टिं स्वाङ्गारोग्यं प्रजाफलं देवकार्यादपि पुनः पितृकार्यं विशिष्यते देवताभ्य पितॄणां तु पूर्वमाप्यायनं स्मृतम् शीघ्रप्रसादास्त्वक्रोधा निःसङ्गास्थिरसौहृदाः शान्तात्मानशौचपरा सततं प्रियवादिनः भक्तानुरक्ता सुखदा पितरः पर्वदेवताः अविष्मदामाधिपत्ये श्राद्धदेव स्मृतो रविः ये दद्धि सर्वमाख्यातं पितृवंशानुकीर्तनं पुण्यं पवित्रमारोग्यं कीर्तनीयं नृभिः सदा भीष्म उवाच श्रुत्वै तदखिलं भूयः परा भक्तिरुपस्थिता श्राद्धकालं विधिं चैव श्राद्धमेव तथैव च श्राद्धेषु भोजनीया ये श्राद्धवर्ज्याद्विजादयः कस्मिन्वासरभागे तु पितृभ्यः श्राद्धमारभेद अन्नं दत्तं कथं यादि श्राद्धे वै ब्रह्मवित्तम विधिना केन कर्तव्यं कथं प्रीणादि तान् पितॄन् पुलस्त्य उवाच कुर्यादहरः श्राद्धमन्नाद्येनोदकेन च पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते नित्यं तावत् प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् अदैवतं विजानीयात् पार्वणं पर्वसुस्मृतं पार्वणं त्रिविधं प्रोक्तं शृणु यत्नान्महीपदे पार्वणेय नियोज्यास्तु तान् शृणुष्व नराधिप पञ्चाग्नेस्नातकश्चैव त्रिसौ पर्णषडङ्गविद श्रोत्रियश्रोत्रियसुतो विधिवाक्यविशारदः सर्वज्ञो वेदवान् मन्त्री ज्ञानवंशकुलान्वितः त्रिणाचिकेदस्त्रिमधुश्रुतेष्वन्येषु संस्थितः पुराणवेत्ता ब्रह्मज्ञस्वाध्यायी जपतत्परः ब्रह्मभक्तः पितृपरः सूर्यभक्तोऽथ वैष्णवः ब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान् एते तोष्या प्रयत्नेन वर्जनीयानि मान् शृणु पतितस्तत्सुधक्लीबः पिशुनो व्यङ्गरोगितः सर्वे ते श्राद्धकाले दुत्याज्या वै धर्मदर्शिभिः पूर्वेद्युरपरेद्युर्वा विनीतांश्च निमन्त्रयेद निमन्त्रितांश्च पितर उपतिष्ठन्ति तान् द्विजान् वायुभूतानि गच्छन्ति तथासीनानुपासदे दक्षिणं जानुचालभ्य वामं पात्य निमन्त्रयेद अक्रोधनैः शौचपरैः सुस्नादैर्ब्रह्मवादिभिः भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणि पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योऽग्निमान् पिण्डान्वाहार्यकं कुर्याच्छ्राद्धमिन्दुक्षये तथा गोमये नानुलिप्ते दु दक्षिणा प्लवनस्थले श्राद्धं समारम्भेद्भक्त्या गोष्ठे वा जलसन्निधौ अग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः पितृभ्यो निर्वपामीति सर्वं दक्षिणदोऽन्यसेद अभिकार्य तद कुर्यान्निर्वापत्र यमग्रदः ते वितस्त्या यथा कार्याश्चतुरङ्गुलविस्तृताः दर्वित्रयं च कुर्वीदकादिरं रजतान्वितम् रत्निमात्रं परिष्लक्ष्णं हस्ताकाराग्रमुत्तमं उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशं तिलपात्राणि सद्वासो गन्धधूपानुलेपनम् आहरेतपसव्यं च सर्वं दक्षिणतशनैः एवमासाद्य तत्सर्वं भवनस्योत्तरेऽन्तरे गोमयेनानुलिप्तायां गोमूत्रेण च मण्डलं साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवद विप्राणां क्षालयेत्पादावभिवन्द्य पुनः पुनः आसनेषूपविष्टेषु दर्भवत्सु विधानदः उपस्पृष्टोदकान्विप्रानुपवेश्यानुमन्त्रयेत् द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वा भोजयेदीश्वरोऽपीह न कुर्याद्विस्तरं बुधः दैवपूर्वं निवेद्याथ विप्रानर्कादिना बुधैः अग्नौ कुर्यादनुज्ञादो विप्रैर्विप्रो यथाविधि स्वगृह्योक्तेन विधिना काले कृत्वा समन्ततः अग्निशोम मयाभ्यान्दु कुर्यादाप्यायनं बुधः दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमः यज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकं प्राचीना वीतिना कार्यमेतत्सर्वं विजानदा लब्ध्वा तस्माद्विशेषेण पिण्डान् कुर्वीद चोदकम् दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिना दद्यात् सर्वं प्रयत्नेन दमयुक्तो विमत्सरः विधाय रेखां यत्नेन निर्वपेदवने जनं दक्षिणाभिमुखकुर्यात्तदो दर्भान्निधाय वै निधाय पिण्डमेकैकं सर्वं दर्भोपरिक्रमाद निर्वपेदध दर्भेषु नाम गोत्रानुकीर्तनैः तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनां तथैव च जपं कुर्यात् पुनः प्रत्यवने जनं जलयुक्तं नमस्कृत्य गन्धधूपार्चनादिभिः एव मा वाह्य तत्सर्वं वेदमन्त्रैर्यथोदितैः एकाग्नरेक एवाद्भिर्निर्वपेद्दर्विकां तथा ततः कृत्वा नरो दद्यात् पितृभ्यस्तु कुशान्बुधः ततः पिण्डादिकं कुर्यादावाहनविसर्जनं ततो गृहीत्वा पिण्डेभ्यो मात्रा सर्वाक्रमेण तु तानेव विप्रान् प्रथममाशयित्वा जमानवः वर्णयन् भोजयेदन्नमिष्टं पूर्तं च सर्वदा वर्जयेत् क्रोधपरदां स्मरन्नारायणं हरिं तृप्तान् ज्ञात्वा पुनः कुर्याद्विकिरं सार्ववर्णिकं विधृत्य सोदकं त्वन्नं सतिलं प्रक्षिपेद्भुवि आचां तेषु पुनर्दद्याज्जलं पुष्पाक्षतोदकं स्वथा वाचनकं सर्वं पिण्डोपरि समाचरेद देवाद्यन्तं प्रकुर्वीद श्राद्धनाशोऽन्यथा भवेद् विसृज्य विप्रान् प्रणतस्तेषां कृत्वा प्रदक्षिणं दक्षिणां दिश माकाङ्क्षन् पितॄनुद्दिश्य मानवः दातारो नोऽभिवर्धं तां वेदाः सन्ततिरेव च श्रद्धा च नो मा व्यगमद् बहुधेयं च नोऽस्त्विति अन्नं च नो बहु भवेदधितींश्च लभेमहि याचितारश्च न सन्धु मा च याचिष्म कञ्चन एतदग्निमदप्रोक्तमन्वाहार्यं तु पार्वणं यथेम् दुःसंक्षये तद्वदन्यत्रापि निगद्यते पिण्डांस्तु गोच विप्रेभ्यो दद्यादग्नौ जलेऽपि वा विप्रान्ते वाद विकिरेदापोभिरथवापयेद पत्नीं तु मध्यमं पिण्डं प्राशयेद्विनयान्वितां आदत्तपितरो गर्भं पुत्र सन्तानवर्धनं तावन्निर्वापणं तिष्ठेद्यावद्विप्राविसर्जिताः वैश्वदेवं तत कुर्यान्निवृत्तपितृकर्मणः इष्टैः सह ततः शान्तो भुञ्जीदपितृसेवितं पुनर्भोजनमध्वानं यानमायासमैथुनं श्राद्धकृच्छ्राद्धभुग्यो वा सर्वमेतद्विवर्जयेद् स्वाध्यायं कलहं चैव दिवा स्वप्नं च सर्वदा अनेन विधिना श्राद्धं त्रिवर्गस्य ह निर्वपेद कन्याकुम्भवृषस्तेऽर्के कृष्णपक्षेषु सर्वदा यत्र यत्र प्रदातव्यं सपिण्डीकरणात्मकं तत्रानेन विधानेन देयमग्निमदा सदा अधः परं प्रवक्ष्यामि ब्रह्मणा यदुदीरितं श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम् अयने विशुवे चैव अमावस्यार्कसङ्क्रमे अमावस्याष्टका कृष्णपक्ष पञ्चदशीषु च आर्द्रामकारोहिणीषु द्रव्यब्राह्मणसङ्गमे गजच्छायाव्यदीपादे विष्टिवैधृदिवासरे वैशाखस्य तृतीयायां नवमी कार्तिकस्य च पञ्चदशी दुमाखस्य नभस्य च त्रयोदशी युगादयस्मृताख्येदा पितृपक्षोपकारिकाः तथा मन्वन्तरादौ च देयं श्राद्धं विजानता अश्वयुङ्नवमी चैव द्वादशी कार्तिके तथा तृतीया चैत्रमासस्य तथा भाद्रपदस्य च फाल्गुनस्य त्वमावास्या पौषसैकादशी तथा आषाढस्यापि दशमी माघमासस्य सप्तमी श्रावणे चाष्टमी कृष्णा तथा षाढी च पूर्णिमा कार्तिकी फाल्गुनी चैव ज्येष्ठे पञ्चदशी सिता मन्वन्तरादयस्त्वेदा दत्तस्याक्षयकारिकाः पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्य प्रयतो मनुष्यः श्राद्धं कृतं तेन समासहस्रं रहस्यमेदत्पितरो वदन्ति वैशाख्यामुपवासेषु तथोत्सवमहालये तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता विप्रान् पूर्वे परे चाग्नि विनीतात्मनि मन्त्रयेद् शीलवृत्तगुणोपेदान्वयोरूपसमन्वितान् द्वौ दैवे पितृकृत्ये त्रिनेकैकमुभयत्र वा भोजये सुसमृद्धोऽपि न प्रकुर्वेद विस्तरम् विश्वे देवान्यवै पुष्पैरभ्यर्च्यासनपूर्वकं पूरयेत् पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके शन्नो देवीत्यभकुर्याद्यवोऽसीदि यवानपि गन्धपुष्पैस्तु सम्पूज्य विश्वान् देवान् प्रदिन्यसेद विश्वे देवास इत्याभ्या मा वाह्य विकिरेद्यवान् यवोऽसि धान्यराजस्त्वं वारुणो मधुमिश्रितः निर्णोदः सर्वपापानां पवित्र ऋषिसंस्तुतः गन्धपुष्पैरलङ्कृत्य या दिव्येत्यर्कमुत्सृजेत् अभ्यर्च्य गन्धाद्युत्सृज्य पितृयज्ञं समारभेद दर्भासनादिकृत्वादौ त्रीणि पात्राणि चार्चयेद स पवित्राणि कृत्वादौ शन्नो देवीत्यपहक्षिपेद तिलोऽसीदितिलान् कुर्याद्गन्धपुष्पादिकं पुनः पात्रं वनस्पतिमयं तथा पर्णमयं पुनः राजतं वा प्रकुर्वीत तथा सागरसम्भवं सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते रचतस्य कथा वापि दर्शनं दानमेव च राचतैर्भाजनैरेषां पितॄणां रचतान्वितैः वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते अद्यापि पितृपात्रेषु पितॄणां राजतान्वितं शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम् एवं पात्राणि सङ्कल्प्य यथा लाभं विमत्सरः या दिव्येदि पितुर्नाम गोत्रे दर्भान् करेण्यसेद पितृनावाहयिष्यामि तदेत्युक्तः स तै पुनः उष्यं तस्त्वा तथा यन्दु ऋग्म्यामावाहयेत्पितॄन् या दिव्येत्यर्क्यमुत्सृज्य दद्याद्गन्धादिकं तदः वस्त्रोत्तरं दर्भपूर्वं दत्त्वा संश्रयमादितः पितृपात्रे निधायाद न्युजमुत्तरदोऽन्यसेद पितृभ्यस्थानमसीति निधाय परिवेशयेद तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरः उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेशयेत् उशन्तस्त्वेदि तं दर्भं पाणिभक्तं विशेषतः गुणान्वितैश्च शाकाद्यैर्नानाभक्षैस्तथैव च अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितं मासं प्रीणादिवै सर्वान् पितृन्नित्याह पद्मजः द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु औरभ्रेणाथ चतुरशागुनेनाथ पञ्च वै वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमा सप्तलोकस्य मांसेन तथाष्टावाचकेन तु पृषतस्य तु मांसेन तृप्तिर्मासान्न वै वधु दशमासांश्च तृप्यन्ते वराहमहिषामिषैः शशकूर्मयोस्तु मांसेन मासानेकादशैव तु संवत्सरं तु गव्येन पयसा पायसेन वा सौकरेण तु तृप्यन्ते मासान् पञ्चदशैव तु वार्ध्रीण सस्यमांसेन तृप्तिर्द्वादशवार्षिकी कालशाकेन चानन्द्यं खड्गमांसेन चैव हि यत्किञ्चिन्मधुना मिश्रं गोक्षीरं दधिपायसं दत्तमक्षयमित्याहुपितरपूर्वदेवताः स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च ब्रह्म विष्णु अर्करुद्राणां स्तवनानि विविधानि च इन्द्रेश सोमसूक्तानि पावमानीश्च शक्तिदः बृहद्रथन्तरं तत्र ज्येष्ठसामाधरौरवं तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत् भारताध्यजनं कार्यं पितॄणां परमप्रियं भुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप सार्ववर्णिकमन्नाद्यमानयेत्सावधारणं स समुत्सृजेद्भुक्तवदामग्रदो विकिरान्भुवि अग्निदग्धाश्च ये जीवा येऽप्यदग्धा कुले मम भूमौ दत्तेन तृप्यन्तु तृप्तायान्तु परां गतिम् येषां न मातानपिदान बन्धुर्न चापि मित्रं न तथान्नमस्ति तत्तृप्तयेन्नं भुवि दत्तमेदत्त्वयादु योगाय यदो यदस्ते असंस्कृतप्रमितानां त्यागिनां कुलभागिनाम् उच्छिष्टभागधेयानां दर्भेषु विकिरासनम् तृप्ताज्ञात्वोदकं दध्यात् सकृद्विकिरणे तथा विप्रलिप्तमहीपृष्टे गो शकृन्मूत्रवारिणा निधाय दर्भान्विधिवत् दक्षिणाग्रान् प्रयत्नतः सर्ववर्णविधानेन पिण्डांश्च पितृयज्ञवद अवनेजनपूर्वं तु नामगोत्रं तु मानवः उक्त्वा पुष्पादिकं दत्त्वा कृत्वा प्रत्यवनेजनं ज्ञात्वा पसव्यं सव्येन पाणिना त्रिः प्रदक्षिणं पितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना दीपप्रज्वालनं तद्वत् कुर्यात् पुष्पार्चनं बुधः तथा चान्देषु चाचम्य दद्याच्चापः सकृत् सकृत् तथा पुष्पाक्षतान् पश्चादक्षय्योदकमेव च सतिलं नामगोत्रेण दद्याच्चक्र्या च दक्षिणां गो भूहिरण्यवासांसि भव्यानि शयनानि च दद्याद्यधिष्ठं विप्राणामात्मनः पितुरेव च वित्तशाढ्येन रहितपितृभ्य प्रीतिमावहेद ततः स्वधा वाचनकं विश्वे देवेषु चोदकं दत्त्वा शीः प्रतिगृह्णीयाद्विजेभ्योऽपि यथा बुधः अघोरापितरः सन्तु सन्त्वित्युक्तः पुनर्द्विजैः गोत्रं तथा वर्धतां तु तथेत्युक्तश्च तैः पुनः स्वस्ति वाचनकं कुर्यात् पिण्डानुधृत्य भक्तितः उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनं ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः उच्छेषणं भूमिगतमजिग्मस्याषठस्य च दासवर्गस्य तत्पिण्डं भागधेयं प्रचक्षते पितृभिर्निर्मितं पूर्वमेददाप्यायनं सदा अव्रतानां पुत्राणां स्त्रीणामपि नराधिप ततस्थानाग्रतस्थित्वा प्रतिगृह्याम्बुपात्रिकां वाजे वाजेति च जपन् कुशाग्रेण विसर्जयेत् बहिप्रदक्षिणं कुर्यात् पदान्यष्टावनुव्रजेद बन्धुवर्गेण सहितपुत्रभार्या समन्वितः निवृत्त्य प्रणिपत्याध प्रयुज्याग्निं स मन्त्रविद वैश्वदेवं प्रकुर्वेद नैत्रिकं बलमेव च ततस्तु वैश्वदेवान्ते सभृत्य सुतबान्धवः भुञ्जेतातिथि संयुक्त सर्वं पितृनिषेवितं येदच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वसु श्राद्धं साधारणं नाम सर्वकामफलप्रदं भार्याविरहितोऽप्येदत् प्रवासस्थोऽभिभक्तिमान् शूद्रोऽप्यमन्त्रकं कुर्यादनेन विधिना नृप तृतीयमभ्युदयिकं वृद्धिश्राद्धं विधीयते शूद्रोऽप्यमन्त्रकं कुर्यादनेन विधिना नृप तृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते उत्सवानन्दसंस्कारे यज्ञोद्वाहादिमङ्गले मातरप्रथमं पूज्या पितरस्तदनन्तरं ततो मदमहाराजन्विश्वेदवास्तथैव च प्रदक्षिणोपचारेण दध्यक्षदफलोदकैः प्राङ्मुखो निर्वपेत्पिण्डान् पूर्वांश्चैव पुरातनान् सम्पन्नमित्यभ्युदये दद्यादर्कं द्वयोर्द्वयोः युग्माद्विजातयपूज्या वस्त्रा कल्पाम्बरादिभिः तिलकार्यं यभैकार्यं तच्च सर्वानुपूर्वकं मङ्गलानि च सर्वाणि वाचये द्विजपुङ्गवान् एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा नमस्कारेण मन्त्रेण कुर्याद्दानानि वै बुधः दानं प्रधानं शूद्रस्य इत्याह भगवान् प्रभुः दानेन सर्वकामाप्तिस्तस्य संजायते यदः ॐ इति श्रीपात्मपुराणे प्रथमे सृष्टिखण्डे साधारणाभ्युदयकीर्तनं नाम नवमोऽध्यायः ॐ